तर्हि नमस्सर्वेभ्यः. अस्माकम् अष्टाविंशतितमः वर्गः प्रवर्तते. सर्वेषां कृते स्वागतम्. आदौ ध्येयमन्त्रः पठामः. दृश्यते किल? दृश्यते? मम प्रस्तुतिः दृश्यते किम्? नो, स्क्रीन्, दट्स् आल्. तदेव तदेव. अस्तु, दीप्ति भगिनी आरम्भं करोतु. एकनिमिषः. अस्तु, दृश्यते किल? तर्हि पठतु मङ्गलाचरणं. दीप्ति भगिनी. आम्, परन्तु अहं ट्यून् न जानामि. अहम् एकं वारं वदामि. कृपया. बुद्ध्या भयं प्रणुदति, तपसा विन्दते महत्, गुरुशुश्रूषया ज्ञानं शान्तिं योगेन विन्दति. अहं वदामि वा? बुद्ध्या भयं प्रणुदति. बुद्ध्या, तत्र बुद्धिः अस्ति शब्दः, बुद्धि. तर्हि बुद्ध्या तृतीया. बुद्ध्या भयं प्रणुदति, तपसा विन्दते महत्, गुरुशुश्रूषया ज्ञानं शान्तिं योगेन विन्दति. ॐ शान्ति शान्ति शान्तिः. अस्तु, यदा अहं गतवर्गे उक्तवती लकारस्य अपि च विभक्तेः ज्ञानम् आवश्यकाः, तदर्थम् अहं प्रत्येकस्मिन् वर्गे एकं धातुं स्वीकृत्य तस्य लकारः पठनीयम् इति पठनीयः इति किं न्यायः अस्ति. तर्हि धन्यवादः दीप्ति भगिनी, भवती एव पठतु भू धातोः. भगिनी, एकनिमिषम्, एकः प्रश्नः अस्ति. पृच्छतु. अद्य प्रथमकक्षा नास्ति वा? नैव नैव, अष्टाविंशतितमः. तद्दिवसे दिने तु न भवत् अन्तर्जालकारणेन, खलु? आम् आम्, परन्तु एषः वर्गः तु इदानीम् अद्य अष्टाविंशतितमः वर्गः अस्ति. अद्य एव तदर्थम् अहम् अवधेयम् इति उक्तवती. अस्तु अस्तु अस्तु. अहं चिन्तितवती गत शुक्रवासरे एव आरम्भम् अभवत् इति. परन्तु भवती वदन्ती अस्ति, तर्हि जानाति इति अहं मन्ये. अहं कोविदा कृत लिखितवती, परन्तु मुखे न आगच्छति, सम्यक् रीत्या मुखे न आगच्छति, अतः अहं अभ्यासेन आगच्छति, आगमिष्यति, चिन्ता नास्ति, अभ्यासेन आगमिष्यति. तर्हि भवत्याः कृते तु अष्टाविंशतितमः वर्गः अस्ति इति तस्य तु क्लेशः नास्ति. अद्य द्वितीयकक्षा अस्ति वा किम् अस्ति? नैव, अष्टाविंशतितमः, 28th क्लास् भगिनि, 28th क्लास् इन् विच् COVID portion is much more than what we have covered. So you have the choice. परन्तु अहं तु गतशुक्रवासरे एव प्राप्तवती भवत्याः ईमेल्। हा तर्हि तत्र नूतनाः छात्राः सन्ति किल, ये जानन्ति किं तान् योजितवन्तः इति अहं मन्ये। अस्तु अस्तु, अहं बहवः कक्षायाः मिस् कृतवती। हा तर्हि तत् अत्र इदानीं चिनोतु, अथवा इतः पर्यन्तम् आगच्छतु, अन्यथा नूतनकक्षा कृते किं स्थास्यतु। कदा आरम्भं भवति न जाने। अस्तु अस्तु, अहं करोमि। अस्तु, तर्हि इदानीं पठितुम् इच्छति किम्? आम् भगिनि, निश्चयेन पठतु। कर्तरि लट् कर्तरि, भवति भवतः भवन्ति, भवसि भवतः भवथ, भवामि भवावः भवामः। लट् ऋट् कर्तरि, भविष्यति भविष्यतः भविष्यन्ति, भविष्यसि भविष्यतः भविष्यथ, भविष्यामि भविष्यावः भविष्यामः। अग्रिमं पठतु। लङ् कर्तरि, अभवत् अभवताम् अभवन् अभवः अभवतम् अभवत् भवत अभवम् अभवाव अभवाम्। तत्र हलन्तं नास्ति किल, हलन्तं नास्ति, अभवाव अपि च अभवाम। अभवाव अभवाम, धन्यवादः। लोट् कर्तरि, भवतु भवतात् भवतां भवन्तु भवन्तु, भव भवता भवतं भवता, भवानि भवाव भवाम। अस्तु, धन्यवादः भगिनि, धन्यवादः। अपि च अन्यस्मिन् किं वार्ता अस्ति यत् पठनीयम् इति, पठनीयं स्वस्वरे पठनीयम् इति। अहम् अत्र अहं फेबल्स् इति अत्र अंशः अस्ति, धन्यवादः भगिनि। ततः अहम् एकां कथां स्वीकृतवती, तर्हि अद्य पठामः। राजुमहोदय आरम्भं करोतु। आं भगिनि, पठतु। त्रयः धूताः द्विजः च। एकनिमिषः, द ट्रान्स्लेशन् अनुवादः उपरि अस्ति, तर्हि भवान् किञ्चित् न जानाति चेत् अथवा पश्यतु अथवा पृच्छतु, ऐदर् यु आस्क् मी ओर् यु केन् सी अप्। धूर्ताः इत्युक्ते रो, द्विजः इत्युक्ते ब्राह्मण, ट्वैस् ब्राह्मण। पठतु। एकः द्विजः ग्रामे छागं क्रीत्वा स्कन्धे निधाय नगरस्य मार्गे अगच्छत्। सः त्रिभिः धूर्तेः अवलोकितः। धूर्तैः अस्ति तत्र, तैः धूर्तैः बहुवचने, तृतीया विभक्तिः तैः। तैः धूतैः कस्य छाग चोरयितुं कपटेन निर्णीतम्। क्षम्यतां, तत्र छाग, तत्र टङ्कनस्य दोषः अस्ति, छागम् इति भवनीयं, देर् इस् अ टैपो ओवर् देर्, इट् शुड् बि छाग, छाग इस् अ प्रातिपदिकं, सो इट् केनाट् बि यूस्ड् इन् अ सेण्टेन्स्, ओके, सो छागम्। ततः तेषां कपटस्य अनुसारेण सः द्विजः एकेन धूर्तेन अभिभाषितः, भो ब्राह्मण, किमर्थं स्कन्धे श्वानं वहसि इति. So you got this line right? Up to here you have understood right? It's straight here. Eka nimisha sarve avagachantah kim, has everybody understood? Vishalakshi bhagini, Kavita bhagini, Vijay Kumar mahoday, tatra no bhagini. No, I have to see that the meanings. I have to see the meanings anyway. Okay. No bhagini, can you explain? Yeah, I'll explain. Eka dvija. Yes, please. That's a good idea, Rajan Mahoday, please. One Brahmin from a town, a goat, he put the goat on his shoulders and then he left to go to the city. Okay, over there, Kritva is what, Mahoday? Kritva. I think it is Kandhe Kritva. Nidhai, that's why I asked. Kritva is actually a Tva Pratyaya. All these Tva Pratyaya, I'm taking the opportunity to explain some grammar portion also. So this, yes. Tva Pratyaya is, it symbolizes or it tells you after doing something, for example, kritva. Having kritva, done something. Having done. Yeah. Kritva, after buying. Dhavitva, after running or after washing. Uktva, after talking. Astu. Nidhaya is also similar pratyaya, but it is a little different. It is called a lyak pratyaya, because over here there is an upasarga. With the same meaning of tva, it becomes a lyap with the same meaning if there is an upasarga, if there is a prefix. So over here there is a prefix, ni iti upasarga asti. Astu. Sarve idanim avagatavantah iti manye. If there are questions, please feel free to ask. Mahoday. Agree. Chagam iti kum bhagini? Goat. Astu. उपरि अस्ति तत्र सः त्रिभिः धूर्तैः अवलोकितः. हि सीज़् थ्री कनिङ्ग् पीपल्. ओके, ओवर् हियर् सः अवलोकितः त्रिभिः धूर्तैः. सो now over here you said, Mahoday, that he sees, okay? Now if he sees, then we should have told avalokati or avalokayati kshamata avalokayati or pashyati. But if you see the ending over here, avalokitah is a bit different. This sentence is in the passive tense, okay? It is in a karmani prayoga. So over here, instead of saying he sees, you have to say by three robes he was seen. Okay. Agreement. Okay. Taihi dhurtaihi tasya chagam chorayitim kapatena nirnitam. The three cunning people, by cunning, decide to steal that goat. Correct. Okay. They make over here, yes. Over here again, you should remember this is karmani prayoga. Please don't get confused. If you all don't understand what that karmani prayoga is, no problem. We have not done it, and we will not be doing it in this syllabus. So, but you know, it is nice, interesting to know. That's right. So by these three people, it was decided to cunningly rob his goat. Agrimo? Okay. Tatah tesham kapatasya anusarena sahadujah ekena dhurtena अभिभाषितः let me wait here for a second. Yes. Therefore, they by their cunning, or by following their cunning, that's anusara, you know. One of the cunning persons said to the Brahmin, the Brahmin was told by. Because of the karmani prayog, right? Uttam. Bho brahmana kimartham skandhe shwanam vahasi iti. So the iti, I think, goes with the abhibhashita. Yes. And then the quote is, Bho brahmana kimartham skandhe shwanam vahasi. Why are you carrying the dog on your shoulders? तेन द्विजेन प्रत्युक्तम् अयं न श्वा अयं छागः यज्ञार्थं छागः इति दट् ब्राह्मण रिप्लाय This is not a dog, this is a goat. A goat for yajna. For yajna. Astu, ekam karyam kurmaha, bhavan eva pathatu, anantaram kinchit anya api patishyanti. Astu, pathatu mande. Continue? Yes. अनन्तरम् अन्येन धूर्तेन तम् अधिगम्य तद् एव उक्तं सफियर् ट्रान्स्लेट् आफ्टर् सम् टैम् अनदर् कनिङ्ग् पर्सन् I don't know what adhigamya is. After understanding, there are two typos over here, two typos. Anantaram anyena. After anantaram, the anuswara should be written as a ma with a halant because there is a swara in the front. So it should be anantaram ma with a halant. Anyena dhurtena tam adhigamya tada eva. Tam adhigamya, that means understanding that understanding okay. that in spite of understanding it means after understanding so adhigamya again over yes. here is a lyap pratyaya tada eva uktam tada eva uktam said to the brahman bho brahmana kimartham skandhe shwanam vahasi so he also asked the same question why are you carrying a dog on your shoulders bhagini वदतु अधिगम्य ल्यप् अस्ति वा वर्तमाने किं क्रियापदं गच्छति इति अधिगच्छति इति अच्छा अधिगच्छति गम् धातु अस्ति किल तर्हि तत्र लकारः तु अधिगच्छति अधिगम्य तत्र यतोहि प्रत्ययः तु किं धातुना सह एव योजनीयम् तर्हि तत्र गच्छति इति भवति अत्र गम्य इति भवति गम् धातुः अस्ति अधि उपसर्गः अस्ति खलु अधि उपसर्गः अस्तु अस्तु राजुमहोदय अधुना तस्य द्विजस्य चित्तं व्याकुलम् अभवत् Now that that Brahman's mind is starting to get worried. Worried. Agree. Tena karanena छागं भूम्यां निधाय तं पुनः पुनः निरीक्ष्य सः द्विजः अयं न श्वा भवति छागः एव इति उक्त्वा पुनः स्कन्धे स्थापयित्वा प्रस्थितः. Due to that reason, having put the goat down on ground, he repeatedly, punah punah, observed it, that Brahman. This is not a dog. He says, this is a goat, he says to himself. Then he put it back on his shoulders, sthapyatva skande, having put that back on his shoulders, he continued, prasthita. So uktva, he could not necessarily this, there is no, I mean he must have told it to himself only, but there is no word indicating that, okay? Agreement. Indicating what? That if he has told himself. Kim, swasya, uktva, having said. Uktva is having said, but to whom loudly or by to himself is not clear in that. Right, okay? Right. He must have told you himself only, because he anyway is afraid of the room. Yes. Tatah tutyena dhurtena agamya tad evam vachanam uktam. Tada eva vachanam uktam. Then the third cunning person, having arrived there, tad being there, right? Yeah, actually it is tad only, but it is, it is not tada, because it is tad eva uktavan, that means tat, it is actually tat over there, okay? Tad eva uktavan, vachanam uktam is correct. Mm-hmm. Here also it is karmani. Right. Tadan, so eva vachanam uktam, that is same thing. Is that right? Yeah. Said the same thing, which means, yeah, referring back to the number 6, Bho Brahmana Kimartam Skandeshwanam Vahasi. Yes, yes, yes. Tadanantaram saha dujaha chagam bhumya nidhaya ayam nishchitam na chagaha ayam shwa iti uktva marge tam taktva snatva apagatah. Tadanantaram sahadvijah chagam bhumyam nidhaya having put the goat on the ground afterwards, that Brahman, I am nishchitam. I don't understand. I am means this, okay? There are different ways of saying it. So he or okay. He is not. So it definitely comes, not a goat. Yeah. Nishchitam na chaga, not a word. I am shwa, this is a dog. Iti uktva, having said that, margetam tvakta, tyaktva. Having forsaken it. Having rejected the road. Snatva apagataha. Having rejected the goat, okay? Marge is on the road. He just took it and threw it on the road. Tyaktva is actually okay. to give up. So over here, they have not told specifically throwing, they are telling tyaktva, they are just rejecting it on the road. Marge is the seventh vibhakti of marga. Apagata. Snatva apagata. Okay, I thought maybe I got the vibhakti wrong, but I thought he left the road. No. Uktva, marge tam, that means that goat, tyaktva. So if you, when you are doing the understanding of the sentence, over here now, unfortunately, it is karmani again. So, not karmani, over here it is a kridantaha. So, therefore, you might find it, instead of apagata, gataha, we use gatavan, okay? Gatavan. Mm-hmm. So the way you should do it is, which is the kriyapadam gatavan? Kim kritva gatavan, snatva gatavan. Kim, itopi kim kritva gatavan, tyaktva snatva gatavan. Kam tyaktva, that means what did he leave? Tam tvaktva, kutra margi. Like this. Okay, so it is a very good exercise if you do that, because then more you enjoy it more. Astu. Yes. Idanim, idanim anye. Bhagini. Vadatu Dipti Bhagini. Madhye prashtum shaknomi va? Haan, ma'am. Pruchhatu. Chinta nasti. Kshamyatam iti vadatu. Excuse me iti. Kshamyatam. मध्ये पुनः रेकोर्डिङ्ग् नामस्य सर्वम् आगतः आमां अनन्तरं तत्र एकनिमिषं भगिनि तत्र अपगतः इति तप्रत्ययः अस्ति खलु पुनः प्रथमं किम् आगच्छति गतः तु अहं जानामि अप इति उपसर्गः अस्ति आमाम् उपसर्गः अस्ति अपि च अपगतः इस् हि वेण्ट् अवे ऐ डोण्ट् थिङ्क् अप इस् उपसर्ग एस् सच् इट् डजन्ट् कम् विद् इन् द 22 तत्र द्वाविंशतिः उपसर्गाः सन्ति परन्तु अप नास्ति इति अहं मन्ये परन्तु अहं तत् निश्चयेन वदामि दृष्ट्वा परन्तु अत्र अपगतः अर्थः तु अस्ति सः गतवान् इति गतः गतौ गताः स्त्रीलिङ्गे किमस्ति नैव गतः गतौ तथा किमर्थं तत् विभक्तयः आवश्यकः किम् न न गतः तु तप्रत्ययः अस्ति अतः पुल्लिङ्गे अस्ति गतः पुंलिङ्गे पुंलिङ्गे अस्ति गता अस्ति गता गता गता गते गता गता गते गताः अस्तु गता बहुवचने गतानि आगच्छति खलु गतं गतानि नैव तत्र गतं गते गतानि नपुंसके अस्तु सम्यक् अवगमनार्थम् अहं पृष्टवती हा उत्तमं प्रष्टव्यं चिन्ता नास्ति अस्तु तत्र कविता भगिनी कविता भगिनी नूतनां कथां पठितुम् इच्छति अथवा एषां एतां कथाम् एव पठति किम् अस्तु पठतु अयम् एव करोतु कथा एव पठतु भगिनि कविता भगिनि भगिनि फुल् स्क्रीन् प्लीस् फुल् स्क्रीन् मध्ये एव अस्ति भगिनि फुल् स्क्रीन् मध्ये एव अस्ति फुल् स्क्रीन् मध्ये एव अस्ति न दृश्यते किं भगिनि न दृश्यते भगिनि परन्तु विजय महोदय नहीं राजू महोदय उक्तवान् तत् एव अन्य सोपानानि न दृश्यते अष्टपर्यन्त एव दृश्यते हा चिन्ता नास्ति तत् अहं स्क्रोल् करिष्यामि पठतु कविता त्रयः धूर्ताः द्विजः च एकः द्विजः ग्रामे छागं कृत्वा क्रीत्वा स्कन्दे निधाय नगरस्य मार्गे अगच्छत्. एक द्विजै एक्चुलि द्विजः मीन्स् ट्वैस् ब्रान् ट्वैस् बोर्न् लिटरलि ट्वैस् बोर्न् बट् दट् इस् अ संस्कृतं वर्ड् फार् ब्राह्मिन् translate, do you have to translate it also? No, unless you have not understood any word. Otherwise, we have done the translation once, tarhi tatra chinta nasti. Saha tribihi dhurtehe avalokitaha. Dhurtaihi avalokitaha. Taihi dhurtaihi tasya chagam. चोरयितुं कपटेन निर्मितं ततः तेषां कपटस्य अनुसारेण सः द्विजः एकेन दूर्तेन अभिभाषितः भो ब्राह्मण किमर्थं स्कन्देः श्वानं वहसि इति. तेन द्विजेन प्रयुक्तम् अयं प्रत्युक्तं भगिनि प्रत्युक्तं क्षम्यताम् तेन द्विजेन प्रत्युक्तम् अयं न श्वान अयं छागः यज्ञार्थं छागः इति. धन्यवादः विजय महोदय. विजयकुमार महोदय. अनन्तरम् अन्येन धूतेन तं धूर्तेन तम् अधिगम्य तदा एव उक्तं भो ब्राह्मणः किमर्थ स्कन्दे श्यानं वहसि इति. किमर्थं अगुना तस्य द्विजस्य चिन्तं व्याकुलम् अभवत्. चित्तं व्याकुलम् अभवत् तेन कारेण छागं कारणेन तेन कारणेन छागं भूम्यां निधाय तं पुनः निरीक्ष्य विसर्गः नास्ति तत्र. निरीक्ष्य सः द्विज अयं न श्वा भवति छागम् एव इति. छागः एव इति उक्त्वा पुनः कन्दे स्थापयित्वा प्रस्थितः ततः तृतीयेन द्वितीयेन आगम्य तद एव वचनम् उक्तम् तदनन्तरं सः द्विजः छागं भूम्यां निधाय अयं निश्चितं न छागम् अयं श्वा न छागः अयं श्वा इति उक्त्वा मार्गः तमः मार्गे तमः तं त्यक्त्वा त्यक्त्वा स्नात्वा ज्ञात्वा अपगतः स्नात्वा. उत्तमम्. अस्तु विशालाक्षी भगिनी. त्रयः धूर्ताः द्विजः च. एकः द्विजः ग्रामे छागं क्रीत्वा स्कन्दे निधाय नगरस्य मार्गे अगच्छत्. सः त्रिभिः धूर्तैः अवलोकितः. तैः धूर्तैः तस्य छाग चोरयितुं कपटेन निर्णीतम्. तस्य छागं चोरयितुं कपटेन निर्णीतम्. ततः तेषां कपटस्य अनुसारेण सः द्विजः एकेन धूर्तेन अभिभाषितः. भो ब्राह्मण, किमर्थं स्कन्दे श्वानं वहसीति? तेन द्विजेन प्रत्युक्तम्, अयं न श्वा अयं छागः, यज्ञार्थं छागः इति. अनन्तरं तत्र दीप्ति भगिनि. आं भगिनि, अधुना तस्य द्विजस्य चित्तं अनन्तरम् अन्येन धूर्तेन तम् अधिगम्य तद् एव उक्तं, भो ब्राह्मण, किमर्थं स्कन्दे श्वानं वहसि इति? अधुना तस्य द्विजस्य चित्तं व्याकुलम् अभवत्. तेन कारणेन छागं भूम्यां निधाय तं पुनः पुनः निरीक्ष्य सः द्विजः अयं न श्वा भवति छागः इति एव इति उक्त्वा पुनः स्कन्धे स्थापयित्वा प्रस्थितः. ततः तृतीयेन धूर्तेन आगम्य तद् एव वचनम् उक्तम्. तदनन्तरं सः द्विजः छागः द्विजः छागं भूम्यां निधाय अयं निश्चितं न छागः अयं श्वा इति उक्त्वा मार्गे त्वं त्यक्त्वा स्नात्वा अपगतः. मार्गे तं त्यक्त्वा स्नात्वा. अस्तु, तर्हि सर्वे उक्तवन्तः इति, पठितवन्तः इति मन्ये. तर्हि मोदितवन्तः भवन्तः इति अहं मन्ये. ऐ एम् होपिङ्ग् देट् आल् आफ़् यू हेव् एन्जाय्ड् रीडिङ्ग् इट् इट् विल् हेल्प् अस्. अस्तु, अहं किञ्चित् सम्भाषणं कर्तुम् इच्छामि. तर्हि दीप्ति भगिनी, तत्र किं कोविदा कोविदाम् अथवा कोविदा कदा अभवत् भवति? डिसेम्बर् मासे, गत डिसेम्बर् मासे. गत डिसेम्बर् मासे. अस्तु, पूर्णं वाक्यं वदतु भगिनि. अहं कोविदा लिखितवती, गत डिसेम्बर् मासे अहं कोविदा लिखितवती. परीक्षा लिखितवती, परीक्षां लिखितवती, द्वितीया परीक्षां लिखितवती. आम्. अस्तु, राजु महोदय. आं भगिनि, कियत् पर्यन्तं पठितवान्? अप् टु वेर् यू हेव् रेड्? दीस् आर् जस्ट् टु मेक् आल् आफ़् यू टाक्. ऐ एम् आस्किङ्ग् दीस् क्वश्चन्स्. देर् इस् नो नीड् टु टेल् द ट्रूत् आर् एनिथिङ्ग्. जस्ट् आन्सर् स्पोण्टेनियस्लि. अहं द्विशतवर्षेण पठामि. संस्कृतं किम्? न संस्कृतं. तत्र 200 इस् 200 ओके 200 सो यु इफ् यु वाण्ट् टु टेल् ऐ स्टडीड् ओन्ली लिटल् और् भूरि पठितवान् मीन्स् ऐ स्टडीड् अ लाट् किञ्चित् पठितवान् इस् ऐ स्टडीड् अ लिटल् अथवा संस्कृतं तु अहं किञ्चित् एव पठितवान् अन्यां भाषां भूरि पठितवान् इति ओके अद्य सीमा भगिनी कुत्र अस्ति सीमा भगिनी शुड् हैव बीन हियर बट् शी आङ्ग्लभाषायां टु गो टु इण्डिया आङ्ग्लभाषायां मास्तु संस्कृते वदतु संस्कृते वदतु संस्कृतेन वदतु इति आगच्छति खलु नैव संस्कृते वदतु अपि वक्तुं शक्नुमः इन् संस्कृत् इति चिन्ता नास्ति सीमा भगिनी भवत्याः गृहम् अस्ति सो तस्याः बिकास् शी इस् इन् हर् हौस् तस्याः गृहे तस्याः गृहं गृहे अस्ति तस्याः गृहे अस्ति सा मुम्बैनगरं गमिष्यति शी विल् गो टु मुम्बै अस्तु धन्यवादः कविता भगिनी आं भगिनि कथमासीत् भवन्तौ प्रयासः अहं कुशलः अस्ति हौ प्रयासः प्रवासः क्षम्यतां प्रवासः कथम् अस्ति इति हौ वास् योर् कथम् आसीत् हौ वास् योर् जर्नि प्रवासः कथम् आसीत् सुखमस्ति सम्यक् आसीत् यु केन् टेल् बिकास् ऐ आस्क्ड् आसीत् सो पास्ट् टेन्स् सम्यक् आसीत् विजय महोदय किं कृतवान् तत्र विरामस्य काले मोदितवान् इति वदतु यु से ऐ एन्जाय्ड् मोदितवान् अस्तु महोदय विजय महोदय अहं भ्रमणं कृतवान् उत्तमं मोदितवान् इति मन्ये अस्तु विशालाक्षी भगिनी कथमस्ति भवती अहं सम्यक् अस्मि उत्तमम् अस्तु धन्यवादः किञ्चित् वक्तव्यम् इति किञ्चित् वक्तव्यम् अन्यथा अहमपि विस्मरामि एतत् कथा अस्ति खलु अहं चित्रं स्वीकर्तुम् इच्छामि पुनः प्रेषयतु कृपया तत्र क्लेशः नास्ति अत्र स्पोकन् संस्कृत् इति लिङ्क् अस्ति भवती जानाति एव इति अहं मन्ये तत्र एव फेबल्स् इति अंशः अस्ति पश्यतु फेबल्स् तत्र बहूनि किं बहव्यः कथाः सन्ति पश्यतु ततः एकां कथां चिनोतु अपि च पठतु व्याकरणस्य किमपि तत्र व्याकरणे क्लेशः अस्ति चेत् पृच्छतु मिलित्वा वयं पठामः निश्चयेन भगिनि अस्तु इदानीम् अग्रे किञ्चित् नूतनं दीप्ति भगिनी भवती एव पठतु इदानीम् क्षम्यताम् एतत्तु इदानीं पठतु भगिनि भूत्कालः क्षम्यतां भगिनि, क्षम्यतां आदौ एषः प्रस्तुतिः एषा एतदेव भगिनि. आम् आम् पुरतः पृष्ठतः वामतः दक्षिणतः उपरि अधः. इदानीं चित्रं दृष्ट्वा वदतु. कदलीफलं ट्रोलि अहं न जानामि, उपरि अस्ति शकट उपरि अस्ति. तर्हि तत्र कदलीफलानि शकटस्य उपरि अस्ति सन्ति. यतोहि तत्र तत्र षष्ठीविभक्तिः आवश्यका. आम् आम् आम् आम्. तर्हि अहं प्रश्नं पृच्छामि. मनुष्यस्य पुरतः किम् अस्ति? मनुष्यस्य पुरतः कदलीफलानि सन्ति. उत्तमम्. अथवा शकटः अस्ति. शकटः अस्ति. गजः अस्ति. पुरतः गजः अपि अस्ति. गजः अपि अस्ति. अस्तु. कविता भगिनि. आं भगिनि. कविता भगिनि, शकटस्य पुरतः किम् अस्ति? शकटस्य पुरतः गजः अस्ति. यस् करेक्ट्. गजस्य अधः किम् अस्ति? अधः रोड् इस् देयर्? नै नै, रोड् नास्ति तत्र. अस्ति किल कदलीफलम् अस्ति कन्दी तत्र अधभागे तु कण्डोलम् अस्ति. अत्र पश्यतु, अत्र अस्ति कण्डोलः. कण्डोलः इस् बास्केट्. बास्केट् गजस्य अद्यः कण्डोलः अधः कण्डोलः अस्ति. अस्तु. कण्डोलस्य विजयमहोदय कण्डोलस्य उपरि कः अस्ति? कण्डोलस्य उपरि पुरतः न उपरि उपरि मनुष्य अस्ति. हा, मनुष्यः अस्ति. उपविशति उपविशति. आम्, मनुष्यः अस्ति अपि सम्यक् अस्ति, अपि च मनुष्यः उपविशति. अस्तु. राजमहोदय तत्र गजस्य पृष्ठतः किं दृश्यते? गजस्य पृष्ठतः यानं दृश्यते. उत्तमं. गृहं दृश्यते. गृहमपि दृश्यते. अस्तु. तत्र विशालाक्षी भगिनी गजस्य दक्षिणतः किमस्ति? नो, आई विल नॉट बी एबल टू आंसर दैट. यू सेड ओके. दक्षिणतः इज टू द राइट ऑफ द एलिफेंट. व्हाट डू यू सी? आई डोंट सी एनीथिंग एक्सेप्ट द हाउसेस एंड तत्र अस्ति किल. टू द राइट, टू द राइट समथिंग इज देयर. फलानि दृश्यते. फलानि दृश्यते. To the right also it is there in front of. Okay, to the right you can say man. You can say that in Sanskrit. Manushya. मनुष्य एवं न पूर्णं वाक्यं वदनीयं भगिनि. गजस्य षष्टिविभक्तौ अस्ति. गजस्य दक्षिणतः मनुष्यः अस्ति, सः कण्डोले उपविशति. अस्तु, दीप्ति उपरि उपविशति. आं भगिनि, उपरि उपरि. अस्तु भगिनि, अन्यानि वस्तूनि दृश्यन्ते किम्? आम् आम्, गजस्य दक्षिणतः मनुष्यचतुष्टयं दृश्यते, वृक्षः दृश्यते, कदलीफलानि दृश्यते, कण्डोलः दृश्यते. अस्तु, अपि च वामतः, गजस्य वामतः, गजस्य वामतः द्विचक्रिका न अपि यानं वक्तुं शक्नोमि, यानं पृष्ठतः. सो द इम्पोर्टेण्ट् थिङ्ग् अत्र पुरतः, पृष्ठतः, वामतः, दक्षिणतः, उपरि, अधः, एतेन शब्देन सह षष्ठी विभक्तिः आवश्यका. परितः समानेव अहं प्रष्टुम् इच्छामि. वदतु वदतु. परितः, अभितः, उभयतः, तत्र द्वितीया विभक्तिः आवश्यकी अस्ति इति अहं मन्ये. क्षम्यताम्, आवश्यिका नास्ति, आवश्यकी. आम् आवश्यकी. परितः, अभितः, उभयतः. अत्र तु अभितः, उभयतः किमपि विशेषः नास्ति. अस्तु, अग्रिमं कविता भगिनी. धन्यवादः दीप्ति भगिनी. धन्यवादः भगिनी. इदानीम् एकः निमिषः. ऐ विल् फस्ट् एक्स्प्लेन् दिस् ग्रामर् पोर्शन्. नौ वी हेव् सीन् दट् इन् द फिफ्त् विभक्तिः वी हेव् सीन् दट् इट् इस् फ्राम्. When there is a separation, when you take something from somebody, or when something falls from something, there is one more way of doing that. It is an easier way, and it is a very, very attractive way, and it is very easy to fall prey to this way. But it's nice to know, though we should not make it a habit, but it happens. So here, instead of knowing the fifth vibhakti, like how we have learned ramat or malayaha or vrikshat or etc., you can take the word, that means the pratipadikam, and you can just put taha, taha pratyayah yojaniyah iti. Tatra panchami vibhaktyarthah eva bhavati. Pathatu idani Kavita Bhagini. So I hope you all have understood. I specifically explained that in English. Astu, padhatu Kavita Bhagini. Aam Bhagini. Tattaha prayoga apadana panchami vibhakti arthaha, fifth vibhakti equivalent, patanti, parnani patanti, to fall, parnani patanti, leaves fall. कृतः पर्णानि पतन्ति. कुतः कुतः कुतः कुतः मीन्स् फ्रोम् वेर्. वेन् यु पुट् हु, आल्वेस् इट् बिकम्स् अ क्वश्चन् लैक् किं, कस्य, कः, एट्सेट्रा. सो कुतः कुतः इट्स् फ्रोम् वेर्. आम्, वृक्षतः पर्णानि पतन्ति. फ्रम् द ट्री द वृक्ष लीव्स् फाल्. सो वृक्ष, सो अतः, सो यु एड् इट् इस् इक्वलन् टु द पञ्चमी विभक्ति. Yeah, so vrikshah is the prathama vibhakti. Vriksha, you take out the visargah, that means you use the pratipadikam and you put taha, vrikshatah. Tam, dhanyavada. Vijay Mahode. Taha prayoga hai, apadana hai, panchami vibhaktartha, utpatanti, janaha utpatanti. Janaha. कृतः जाना उत्पतन्ति. कुतः कुतः कृतः कुतः जनाः उत्पतन्ति फ्रम् वेर् दे आर् जम्पिङ्ग् रेलयानतः जनाः उत्पतन्ति फ्रम् रेल् दे जम्प् प्रातिपदिकमस्ति यान यथा वन तथा यानतः. अस्तु, धन्यवादाः. राजु महोदय, अवचिनोति भक्ता पुष्पम् अवचिनोति. कुतः भक्ता पुष्पम् अवचिनोति? लतातः भक्ता पुष्पम् अवचिनोति. फ्रम् दि क्रीपर् यस् लता इस् क्रीपर् सो अवचिनोति चूसेस् नैस्लि अव बिकम्स् नैस् अस्तु धन्यवादः. विशालाक्षी भगिनी, स्वीकरोति भिक्षुकः धनं स्वीकरोति. कुतः भिक्षुकः धनं स्वीकरोति? गृहस्वामिनीतः भिक्षुकः धनं स्वीकरोति. स्वामिनीतः तत्र दट् मीन्स् ईस् एक्सेप्टिङ्ग् द स्वीकरोति एक्सेप्टिङ्ग् और् रिसीविङ्ग् नो हू इस् रिसीविङ्ग् रिसीविङ्ग् भिक्षुकः भिक्षुक द बेगर् इस् रिसीविङ्ग् मनी फ्रोम् द फ्रोम् हूम् इस् द बेगर् रिसीविङ्ग् द मनी द बेगर् इस् रिसीविङ्ग् द मनी फ्रोम् द what you call householder householder yeah okay from the lady of the house okay. The house is always the lady only has to tatra agrima ha deepti bhagi tah prayogah sarvah sarva sarvam सर्वतः तत्र सर्व सर्वप्रातिपदिकमस्ति तर्हि सर्वतः सर्वतः अन्यः अन्या अन्यम् अन्यतः प्रातिपदिकति अस्ति अन्य इदम् इतः एषः एषा एतत् अतः सः सा तत् ततः भवान् भवति तत्र न भवति तत्र तः न योजयितुं शक्नुमः त्वं त्वत् तत्तः अहं मत्तः इति अहं न जानामि त्वं दोषः अस्ति तदर्थं न जानाति भवती दोषः अस्ति तत्र तः प्रयोगः नास्ति आमामां भगिनि अहं चिन्तितवती किमर्थम् अहं न पठितवती तत्र तत्र गीतायाम् आर्षप्रयोगः अस्ति इति अस्माकं न आर्षप्रयोगः इत्युक्ते वेदायां वेदायां न वदनीयं यतोहि तत् वेदः तु पुंलिङ्गे अस्ति तर्हि वेदे आर्षप्रयोगः अस्ति गीतायां त्वत्तः कमलपत्राक्षः इति अस्ति परन्तु अत्र न योजनीयं अस्माकं व्यवहारे तु न वक्तव्यं न वक्तव्यं न वदनीयं न वक्तव्यम् अस्तु सो फार् द बेनिफिट् आफ् एव्रिबडि दिस् तः प्रयोगः यु केन् यूस् वित् दीस् प्रोनौन् सर्व अन्य इदम् एष सः So it all comes to one only. Sarvatah, anyatah, atah, tatah, itah. But for these pronouns, bhavan and bhavati, like how we added to Swamini, we cannot say bhavantah. It is wrong. We have to use bhavatah only. Okay? Similarly, for bhavati, we cannot say bhavatitah. We have to say bhavatyah iti. Similarly, now for tvam and aham. In the Gita, in the Bhagavad Gita, there is a usage of tvattah and mattah. But in our classic Sanskritam, we do not use it. Astu? Dhanyavada. Kavita Bhagini. Bhavan bhavati tatra shasti vibhakti agachati khalu? पञ्चमी अपि षष्ठी अपि च पञ्चमी एकमेव किल तर्हि भवतः अपि च भवत्या पञ्चमी षष्ठी समान एव भवति भवान् तत्र तत्र भवान् इत्युक्ते तत्र भवतः भवति भवत्याः आमाम् अस्तु कविता भगिनी आं भगिनि भगिनी वामतः यत् अस्ति तत् मास्तु तसितः तत् मास्तु इदमे प्रस्तुतिः एव मास्तु एषा प्रस्तुतिः एव मास्तु तत्र किञ्चित् प्रौढाः अस्तु अत्र किं वक्तव्यम् इत्युक्ते देवालयतः अहं शालां गतवती अथवा गच्छामि ओके सो हियर् नौ फ्रोम् हियर् ऐ वेण्ट् टु दिस् प्लेस् एव्रिबडि हेस् टु ईच् वन् हेस् टु टेल् सो कविता भगिनी आरम्भं करोतु देवालयतः कुत्र गतवती भवती देवालयस्य अहं गृहं लस्य नैव यः नौ वेन् युर् सीङ्ग् फ्रोम् समवेर् then normally you would use the fifth vibhakti so devalayat would have been the correct thing but here now we are using the easy way devalaya is the pratipadika you are adding tah and you are saying devalayatah aham shalam gatavati agacchami vadatu shala is what school शालातः पुस्तकालयं अहं शालात् पुस्तकालयं गच्छामि शालात् मास्तु शालात् अपि तत्र शालात् अपि दोषः एव शालायाः इति वदनीयं यतोहि तत्र शालामालायाः आकारान्तः स्त्रीलिङ्गशब्दः अस्ति तर्हि परन्तु अत्र तु तः प्रयोगः देट् मीन्स् द सफिक्स् वि आर् यूसिङ्ग् द प्रातिपदिकं शाला एण्ड् वि आर् जस्ट् एडिङ्ग् द प्रयोगः देट् इस् द तत् तः प्रत्ययः ओके सो वि आर् जस्ट् एडिङ्ग् दिस् इस् अ डिफ्रेण्ट् वे आफ़् सेयिङ्ग् फ्राम् इन्स्टेड् आफ़् यूसिङ्ग् द फिफ्त् विभक्ति we are just putting taha so just as we did over here in this this we said swamini is giving so from swamini he is receiving instead of using swaminyaha which is the fifth vibhakti we are saying swamini taha it becomes easy just because it is one more flexible way and easier way of doing the same exercise When I say I go from school to the library, so I say aham shalatah pustakalayam gachami. Uttama. Idanim Vijay Mahoday agrimam vakyam vadatu. Aham pustakalayat पञ्चमी मास्तु महोदय पञ्चमी मास्तु तत्र तः प्रयोगः एव करणीयः अहं पुस्तकालात् गार्डन् प्ले ग्रौण्ड् उद्यानं गच्छामि. तत्र विद्यालयात् सम्यक् अस्ति, परन्तु अत्र अस्माकं कृते तु तः प्रयोगः आवश्यकः. इदानीं तः प्रयोगः किं योजयतु. पुस्तकालात् नैव महोदय, हियर् यु हव् टु जस्ट् एड् महोदय, जस्ट् एस् वी हव् एडेड् ओवर् हियर् नो. अत्र किं कृतवन्तः, गृहस्वामिनी तः, लता तः, रेलयान तः, वृक्ष तः, एवमेव एवमेव. अत्र प्रातिपदिकं किम्? पुस्तकालायत. हा, पुस्तकालयतः, पुस्तकालयतः क्रीडाङ्गणम् अथवा उद्यानं गच्छामि. क्रीडाङ्गणम् एव अस्ति तत्र, स्पोर्ट्स् ग्रौण्ड् अस्ति, तर्हि क्रीडाङ्गणम् एव अस्ति. नैव तत्र अस्ति. अस्तु, धन्यवादः महोदय, धन्यवादः. राजुमहोदय, अग्रिमं वाक्यं वदतु. आम्, इतिः इतः ततः कुतः. हा, तर्हि इदानीं भवान् तः प्रयोगः करोतु. Instead of using itah, tatah, kutah, you use I went from here to here to here. Because there are pictures, right? This itah, tatah, kutah is for the title, from here to here to here, from where? मम अहं गृहशालां गच्छामि. नैव, गृहतः इति वदनीयं. गृहम् अस्ति, गृह इति प्रातिपदिकं, तर्हि गृहतः देवालयं, गृहतः देवालयं गच्छामि. देवालयतः शालां गच्छामि. शालातः doesn't matter what the word ending is, versus a. No, it doesn't matter. It doesn't matter because शालातः पुस्तकालयं गच्छति, गच्छामि. गच्छामि. अस्तु, अहं प्रश्नं पृच्छामि. भवान् क्रीडाङ्गणतः कुत्र गतवान्? अहं क्रीडाङ्गणतः गृहं गच्छामि. गृहं गतवान्, आगच्छामि. सो दिस् इस् इम्पार्टेण्ट् टु अण्डर्स्टाण्ड्. टेक् द प्रातिपदिकम् एण्ड् पुट् तः, इट् बिकम्स् द फिफ्त् विभक्ति. ओके, अस्तु. गृहं गतवान् किल, तर्हि ततः कुत्र गतवान्? फ्रोम् देर् वेर् डिड् यु गो? ततः गृहतः अहं देवालयं गच्छामि. अस्तु, कुतः देवालयं गतवान्? फ्रोम् वेर् डिड् यु गो टु द टेम्पल्? गृहतः देवालयं गच्छामि. अस्तु, विशालाक्षी भगिनी. वदतु. गृहतः, अहं गृहतः देवालयं गच्छामि. देवालयतः अहं शालात् शालात् शालाय शालां गच्छामि. शालातः अहं पुस्तकालयं गच्छामि. शालातः एकनिमिष शालातः अहं पुस्तकालयं गच्छामि. वाट् इस् द मीनिङ्ग् आफ् देट् भगिनि? फ्रोम् द स्कूल् ऐ वेण्ट् टु द लैब्ररि. अस्तु, ततः कुत्र गतवती? ततः कुत्र गतवती? फ्रोम् देर् अतः क्रीडाङ्गणं गतवती. फ्रोम् देर् क्रीडाङ्गणं गतवती. अस्तु, विजयमहोदय भवान् कुत्र गृहतः कुत्र गतवान्? देवालयं. नैव, पूर्णं वाक्यं वदनीयम्. अहं गृहतः देवालयं गच्छामि. अस्तु, दीप्ति भगिनी? आं भगिनि. ततः विजयमहोदय कुत्र गतवान् ऊह्यतु? देवालयतः विजयमहोदय शालां गतवान्. अस्तु, कविता भगिनी? इतः विजयमहोदय कुत्र गतवान्? कुत्र विजयमहोदयः शालातः गृह पुस्तकालयं गतवान्. अस्तु, प्रश्नाः सन्ति किं? सर्वे अवगतवन्तः इति मन्ये. ऐ एम् अस्यूमिङ्ग् दट् एव्रिबडि हेज़् अण्डर्स्टुड् दिस्. इफ् देर् आर् क्वश्चन्स् प्लीस् अस्तु. भगिनि पृच्छतु. एतानि चित्राणि कुतः प्राप्तवती? तत्र अहं प्रेषयामि. तत्र किं संस्कृत तत्र वर्ल्ड् संस्कृत् इति विश्वसंस्कृत इति किं जालपुटः अस्ति, ततः प्राप्तवती. अपि च सर्वेषां कृते अस्ति एव एक्सेस्. अस्तु, यदा अहं किं सन्देशं प्रेषयामि, ई सन्देशं प्रेषयामि, तदा जालपुटाः भवन्ति तत्र. तत्र अस्ति, ततः गत्वा वयं द्रष्टुं शक्नुमः खलु? आम् आम् आम्. अस्तु, भवती एव पठतु. कथं शीघ्रं मन्दं शीघ्रं मन्दं कूर्मः मन्दं चरति शशकः शीघ्रं धावति. वयं कृतवन्तः एव परम् अभ्यासरूपेण. धन्यवादः भगिनि. कविता भगिनि? आं भगिनि. कथम् उच्चैः शनैः उच्चैः शनैः शुकः उच्चैः रोषति. पुस्तकालये पुस्तकालये कृपया शनैः वदतु. कैण्ड्ली स्पीक् स्लोली इन् द लैब्ररी. शनैः आल्सो मीन्स् साफ्ट्लि, इट् आल्सो मीन्स् स्लोली. विजयमहोदय पठतु. कथं भवान् कथम् अस्ति? अहं सम्यक् अस्ति. अहं सम्यक् अस्मि. भोजनं कथम् अस्ति? भोजनं समीचीनम् अस्ति. वीनस् विलियम् कथं क्रीडति? कथं क्रीडति कथं कथं क्रीडति वीनस् विलियम् समं क्रीडति एतत् चित्रं कथम् अस्ति एतत् चित्रं सुन्दरम् अस्ति ओके सो फर् कथं दीस् आर् द आन्सर्स् सो वदे दीस् आर् द आन्सर्स् सम्यक् समीचीनम् उत्तमम् सुन्दरम् अस्तु राजु महोदय पठतु अग्रिमम् भगिनि अहम् अनन्तरं प्रश्नः पृच्छामि प्रश्नं पृच्छतु इदानीमपि पृच्छ किं प्रष्टुम् अर्हति नौ आल्सो यु केन् आस्क् इट् मम शिक्षिका अनन्तरं कक्षायाः शिक्षिका एकं शब्द वदन्ति पुनः पुनः तत् शब्द सो इति सः शब्दः तत् शब्द सो इति तत् अर्थम् आङ्ग्लभाषीयशब्द सो अस्ति सो तथा एसो तथा अहं पृच्छामि भवत्याः संस्कृतभाषायाः तत् शब्दसो अस्ति वा शिक्षिका तत् अस्ति आङ्ग्लभाषायाः शब्द अतः अतः अतः अतः देफो सो इन् द यूस्ड् इन् द सेन्स् आफ् अतः और् तर्हि कीप् सेयिङ्ग् सो इन् इङ्ग्लिश् सो दि वर्ड् शी यूसेस् इस् सो and the meaning seems to be the English meaning so and I don't know why there is no saha and then there is a saha which is sa along with the ha akshara as if to say the English word so no then in that case mahoday she is doing a sandhi over there okay so perhaps she but even that sandhi also doesn't happen so doesn't happen over there because saha is always saha no I think she is just mixing languages okay you need to I need to know the context but I can tell okay. you that the meaning of so okay so is tarhi or tarhi I can tell like that so like that I can tell idanim pathatu how do you use so you use the same terminology how does it go again tarhi I use tarhi or I use atah but I because it is a beginner's level I am talking more in English okay if you are okay sure. yeah okay so tarhi, you are using the word so to I'm using tarhi intermittently tarhi or atah but I don't see any so otherwise अहं चिन्तयामि सो अनन्तरम् अवग्रह अनन्तरं किमपि पदम् अस्ति तत्र एव सो आगच्छति सन्धिकार्यं भवति इति कारणेन अन्यथा तु सो न आगच्छति मम चिन्तनमपि तथा एव अस्ति परन्तु शिक्षिका अस्ति किल तर्हि महोदय पृच्छतु तां पृच्छतु यु आस्क् हर् चिन्ता नास्ति ओके ओके द्रष्टुम् अर्हति भवान् द्रष्टुम् अर्हति तत्र तर्हि चिन्ता नास्ति तत्र नूतनविषयः अस्ति अतः वयं पृच्छामः नूतन सर्वे नूतनाः एव भगिनि सर्वे नूतनाः एव संस्कृतं अध्यापिका अस्ति न अध्यापिका किमर्थम् किञ्चित् एव जानामि, तर्हि वयं मिलित्वा एव पठामः, तत्र अहं जानामि इति वक्तुं न शक्यते, तत्तु अहं वदामि, अहं जानामि दीर्घा अस्ति संस्कृतं भाषा, संस्कृतं भाषा दीर्घा अस्ति, तर्हि समुद्र एव, अपि च तत्र तु ज्ञानम् अस्ति, वक्तुमेव न शक्यते. तर्हि पृच्छतु अपि समान एव, मुखेन आगच्छति सम्यक् रीत्या, मुखेन आगच्छति, तत्र अभ्यासः आवश्यकः, अन्यथा विस्मरामः, अन्यथा विस्मरामः. लाट् इन्फ्याक्ट् भूरि आवश्यकः, भूरि अभ्यासः आवश्यकः, लाट्स् इस् रिक्वायर्ड् एण्ड् इट् इस् इण्ट्रेस्टिङ्ग्, वन्स् इट् केचिस् यू, यु डोण्ट् वाण्ट् टु लीव् इट् एण्ड् इट् डज़न्ट् लीव् यू, शी डज़न्ट् लीव् यू. And you don't want to leave. Pratidinam vardate. Pratidinam vardate. Pratidinam kem chintayama. Oho, aham kurvapi na janami. Satyam bhagini. Tadeva satyam. Tari mahodai patatu. Haasi na. Tari mahodai patatu. So, let's continue like that. Or read. Mahodai patatu. Raju mahodai. Aham bhagini. गौरी संस्कृतं पठति. गौरी किमर्थं संस्कृतं पठति? गौरी अवबोधार्थ संस्कृतं पठति. अवबोधार्थं पठति. विशालाक्षी भगिनी पठतु. What is the meaning of अवबोधार्थं? Very good. It means to understand properly. To understand. She reads Sanskritam. She reads Sanskritam to understand. Okay, okay, okay. Lakshmi hi. You want me to tell the title? Sampradana Chaturthi Vibhaktya. Sampradana. Sampradana. चतुर्थी विभक्त्यर्थः. लक्ष्मीः योगाभ्यासं करोति. लक्ष्मीः किमर्थं योगाभ्यासं करोति? लक्ष्मीः आरोग्यतार्थं योगाभ्यासं करोति. आरोग्यतार्थं टु कीप् अ सेल्फ. सो दिस् इस् फार् फार् फार् हेल्त्. ओके, सो this is another way of getting the fourth vibhakti. We did the fifth vibhakti, now this is the fourth. Vibhaktyarthah. Astu. Yeah. Dhanyavadah bhagini. Niti bhagini. Aam bhagini. Janvaryah karyalayam gacchati. Janvaryah kimartham karyalayam gacchati? जान्वर्यः धनार्थं कार्यालयं गच्छति. धनार्थं. तर्हि अत्र प्रातिपदिकं स्वीकृत्य तत्र अर्थम् इति स्थापनीयं. किमर्थं? तदर्थं, धनार्थम्, अभ्यासार्थम्. सो हियर् देर् इस् अ सन्धि देट् हेपन्स् ओवर् हियर्. आरोग्यता, आरोग्या, आरोग्यतार्थम् इदेवय, बट् आ केनाट् बि सीन्, बट् यु डोण्ट् हेव् टु वरि. अस्तु, धन्यवादः भगिनि. कविता भगिनी पठतु. आं भगिनि, आं भगिनि. किमर्थं सम्प्रदानचतुर्थी विभक्त्यर्थः? जनाः किमर्थं क्रीडन्ति? जनाः आरोग्यार्थं क्रीडन्ति. भवती किमर्थं दूरदर्शनं पश्यति? अहं मनोरञ्जनार्थं दूरदर्शनं पश्यामि. भवती संस्कृतं किमर्थं पठति? कविता भगिनी. अहं फार् नालेज् इति वदतु. हा, नालेज्. अच्छा, अहं विज्ञानार्थं, विद्यार्थं, विद्या, विद्यार्थं, विद्या एण्ड् अर्थं यु हव् टु आड् विद्यार्थं विद्यार्थं संस्कृतं पठामि अपि च किं वक्तुम् इष्टवती वाट् डिड् यु वाण्ट् टु से अर्लियर् ऐ वाण्टेड् टु से फोर् चाण्टिङ्ग् गीता हा तर्हि वदतु प्रयत्नं करोतु अहं गीता गीता गीताश्लोका पठनार्थं सो गीता पठनार्थं गीतापठनार्थं संस्कृतभाषा पठामि भाषां पठामि द्वितीया धन्यवादः धन्यवादः विजय विजयमहोदय इदानीं नौ दिस् इस् अ दिस् वाट् यु काल् दिस् इस् अ न्यू नूतनः अंशः अस्ति वेरि इण्ट्रेस्टिङ्ग् आल्सो वेरि easy also and used very often okay just as we did tva pratyayaha we did tva pratyayaha over there to say after doing something so khaditva after eating uktva after talking after saying okay kritva after buying similarly there is a tavatu pratyayaha like tva there is a tavatu pratyayaha this tavatu pratyayaha gives you the past tense. So for past tense, generally what do we use? We use the lang lakara, where we have to remember all the forms, uttama purushaha or madhya purushaha, prathama purushaha, prathamaha purushaha, astu. Over here, instead of remembering all that, it is very tempting, we all fall prey to it and to it, and it's very common so not to worry now in this tavatu pratyaha what happens the ka part goes away because of a panini grammar rule tu part also goes away and what remains is tava and to that we either make it tavan or tavati tavan to indicate pumlingam that is masculine tavati to indicate strilingam or feminine and vatam tavatam to indicate napumsakalingam okay so this gives you the past tense astu idani vijay mahoday patatu utakala ma'am can I leave ma'am samayah atitah tari eshah amshah अग्रिमे कुर्मः तत्र नास्ति क्लेशः इन्स्टेड् आफ़् डूयिङ्ग् इट् इन् अ हरि दिस् फ्रोम् युर् वि विल् डु इट् तत्र अस्तु तर्हि भवती एव वदतु विशालाक्षी भगिनी विजय महोदय क्षम्यताम् अङ्गीकरोति किल यु एग्री देट् वि विल् स्टाप् ह्योर् एण्ड् वि केन् कण्टिन्यू नूतन अंशः अस्ति तदर्थम् भवती एव वदतु तत्र शान्तिमन्त्रम् अनन्तरम् एक प्रष्टुम् इच्छामि भगिनि चिन्ता नास्ति अहं भविष्यामि अत्र पठतु भगिनि विशालाक्षी भगिनि ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः हरिः ओम् थैंक यू भगिनी धन्यवादः धन्यवादः धन्यवादः ये गन्तुम् इच्छन्ति ते गन्तुं शक्नुवन्ति भगिनी दीप्ति भगिनी पृच्छतु अत्र स्लाइड् दृष्टवती भगिनी लक्ष्मीः आरोग्यतार्थं योगाभ्यासं करोति आरोग्यार्थं हा तत्र आरोग्यतार्थम् अस्ति अतः अहं पृष्टवती आरोग्यार्थम् आरोग्यार्थम् इति हा इति भवनीयं भवनीयम् मम दोषः अस्ति वा अहं सम्यक् न पठितवती नैव नैव आरोग्यार्थम् एव अस्ति आरोग्यार्थम् एव अस्ति खलु कुत्र अस्ति एकनिमिषम् आरोग्यार्थम् एव पठितवन्तः किल तत्र ता तत्र दोषः अस्ति मम अवगमनार्थम् अहं पृष्टवती आम् आरोग्यार्थम् एव भवनीयम् आरोग्यता तु नास्ति तत्र आरोग्यार्थं भाव आगच्छति आरोग्यता तु भाव अस्तु अन्य एक प्रश्नः अपि अस्ति पृच्छतु भवती मम समीपे ईमेल् प्रेषितवती खलु तत्र एकं वाक्यम् अहं न अवगतवती सत्य अहं पृष्टवती भारतदेशे षड्वादने कक्षा भविष्यति वा भवती उत्तरं दत्तवती सत्यं परन्तु भवत्या अवधेयं यत् एषः वर्गः तु अपवादरूपेण कुर्वन्तः स्मः अहम् अर्थं न अवगतवती भगिनी तर्हि तत्र एषः वर्गः इति उक्तवती किल कुत्र अस्ति तत्र अस्ति सत्यं सत्यं ट्रू परन्तु बट् भवत्या अवधेयं बै यू इट् शुड् बि नोटिस्ड् और् ओब्सर्व्ड् और् रिमेम्बर्ड् इन् अ वे दट् एषः वर्गः दिस् क्लास् तु अपवादरूपेण इस् बीङ्ग् डन् एस् एन् एक्सेप्शन् और् अपवादरूपेण कुर्वन्तः स्मः दट् मीन्स् वि आर् डूयिङ्ग् दिस् एस् एन् एक्सेप्शन् अस्तु अस्तु अवगतवती अवधेयम् अर्थम् अहं न जानामि अवधेयं नोट् अवधेयं यु सी दिस् इन् मेनि आफ़् द स्टोरीस् आफ़् बुक्स् ऐ मीन् एस्पेशलि लेसन्स् अवधेयं नोट् प्लीस् नोट् भवत्या बिकास् इट् इस् कर्मणि आमां भगिनि धन्यवादः अहं लिखितवती इति साधु इति न मन्तव्यं दोषः अस्ति चेत् वदनीयं न तत् परन्तु अहमेव न अवगतवती कथं वदनीयं न अहम् उक्तवती यतोहि तत्र किं शिक्षिका सर्वमपि सर्वज्ञः नास्ति सर्वज्ञा नास्ति अहं जानामि भगिनि बहु बृहत् समुद्रः अस्ति बृहत् धन्यवादः कति शुक्रवासरे भविष्यति कक्षा भवति आम् प्रति शुक्रवासरे सार्ध सप्तवादने आमाम् अत्र दुबै मध्ये तु षड्वादने एव आम् सम्यक् अस्ति उत्थित्वा तत्र संस्कृतं संस्कृतम् अस्ति मम ध्येयमस्ति भवत्याः समानम् अहं वक्तुम् इच्छामि नैव अहं किमपि तत्र किमपि अधिकं न जानामि अस्तु अस्तु भगिनि मिलामः अनेके धन्यवादः अनेके धन्यवादाः सर्वेषां कृते धन्यवादाः पुनर्मिलामः